नाववतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः। हरिः ॐ श्रीगुरुभ्यो नमः। हरिः ॐ। धन्यवादः महोदय। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् मार्गे। अस्माकं प्रवर्तमानविषयः आसीत् एतावत् तत्र तव्यत् अनियर् प्रत्ययौ, तत्र केवलम् एका सूक्तिः इति एव तत्र पठनीया अस्ति। तदनन्तरं तत्र नूतनविषयः आरप्स्यते, अतः तत्र सूक्तिः इति अस्ति, तां सूक्तिं पठित्वा अग्रे सरामः। तर्हि तत्र हर्षदा भगिनी पठति वा तत्र सूक्तिः? महोदय पञ्चनिमेषानन्तरं पठामि। अस्तु अस्तु अस्तु, चिन्ता मास्तु भगिनि। तर्हि वेदा भगिनी पेज् 157 अधोभागे सूक्तिः। कर्तव्यमेव कर्तव्यं प्राणैः कण्ठगतैरपि, कर्तव्यम् एव कर्तव्यं प्राणैः कण्ठगतैः अपि। इत्युक्ते किम्? एव कर्तव्यं, कर्तव्यं कोऽपि कार्यं करणीयमस्ति चेत् तत् कार्यं कर्तव्यं करणीयम् इति। प्राणैः केन केन करणीयम्? प्राणैः केन करणीयं, केन करणीयं? कण्ठगतैरपि मनुष्येन। मनुष्येन, अस्तु, मनुष्येन, मया, अस्माभिः, मनुष्येन कर्तव्यम् एव कर्तव्यम्। अपि च किं किमर्थं करणीयमिति, प्राणैः कण्ठगतैः अपि, तत् अर्थं न जानामि। प्राणैः अन्य कोऽपि वदति वा? उषा भगिनी, कर्तव्यमेव कर्तव्यम् एव कर्तव्यं प्राणैः कण्ठगतैरपि, कण्ठगतैरपि भगिनि। आम् महोदय, तत्र प्राणैः कण्ठगतैः प्राणैः इत्युक्ते तत्र प्राणाः यदा विगताः अथवा विगताः न, प्राणस्य कथं वदनीयं, प्राणस्य वेन् लूसिङ्ग् द लास्ट् ब्रेत् आल्सो इति तत्र महोदय। हा, नाम तत्र तस्मिन् क्षणे अपि, नाम तत्र यदा तावत्पर्यन्तं, नाम तस्मिन् सन्दर्भे अपि, नाम तत्र प्राणैः कण्ठगतैः, कण्ठः कुत्र अस्ति? कण्ठ, थ्रोट्। कण्ठगत इत्युक्ते किं? कण्ठगतैः महोदय अहं वदामि वा? वदतु भगिनि। कण्ठात् कण्ठात् अन्तिमे समये कण्ठात् प्राणान् बहिः आगच्छति इति मन्यते, अतः तत्पर्यन्तं कर्तव्यं करणीयम् एव इति अस्ति। किं किं महोदय, पुनरेकवारं? नाम तत्र साधारणतया वयं किं चिन्तयामः, जीवने यत् कर्तव्यमस्ति तत् कर्तव्यम् इति चिन्तयामः खलु। तत्र किन्तु जीवने इति पदेन तत्र किम् इष्टं? वयं चिन्तयामः साधारणदिने इति, अत्र किं उक्तम् इत्युक्ते अन्तिमक्षणात् पर्यन्तं यत् कर्तव्यं तदेव कर्तव्यम्। प्राणः प्राणैः कण्ठगतैरपि, तत्र प्राणः शरीरात् बहिः गच्छन् अस्ति, तावत्पर्यन्तं तत्र यत् कर्तव्यं तदेव कर्तव्यम् इति। नाम तत्र अथवा अन्या रीत्या तत्र केवलं मरणम् इति अपि तस्य चिन्तनं नास्ति चेत् तत्र प्राणैः कण्ठगतैरपि, नाम तत्र यदा कष्टः भवति तत्र वयं चिन्तयाम अस्तु मम प्राण गच्छति इति तादृशचिन्तनं भवति यतोहि बहु कष्टम् अनुभवामः किन्तु तस्मिन् समये अपि यत् कर्तव्यमस्ति केवलं तदेव अस्माभिः कर्तव्यम् इति तद्वदपि अन्यः अर्थः इति मन्ये नाम तत्र वदतु भगिनि अहं दृष्टवती तत्र अग्रे अन्यत् एकं वाक्यमपि अस्ति लिङ्क् मध्ये प्रेषयामि चाट् मध्ये प्रेषयामि तत्र अथवा वाट्साप् मध्ये प्रेषयतु भगिनि तत् सुलभं भवति हा महोदय तत्र कर्तव्यमेव कर्तव्यं प्राणैः कण्ठगतैः कण्ठगतैरपि अकर्तव्यं न कर्तव्यं प्राणैः कण्ठगतैरपि इति अपि अस्ति समीचीनं नाम तत्र सर्वदा तत्र नाम तत्र या परम्परा अस्ति तामेव तत्र यत् कर्तव्यं नाम तत्र परम्परा यत् शास्त्रं तेन किम् उक्तं तस्य अनु हा तत्र अनुगमनं तत्र इति एव भवेत् इति धर्मणः धर्मस्य अनुसरणं कदापि न त्यक्तव्यं हा इति समीचीनं भगिनि धन्यवादः अस्तु अतः तत्र कर्तव्यमेव कर्तव्यं प्राणैः कण्ठगतैरपि हा समीचीनमस्ति अस्तु तर्हि अग्रे लिङ्क् वाट्साप् मध्ये प्रेषयतु कृपया प्रेषयामि भगिनि अधुना ओपन् कुर्वती अस्मि प्रेषयामि महोदय त्रयः संशयाः सन्ति गतवर्गस्य ध्वनिमुद्रणम् अहं श्रुतवती त्रयः संशयाः सन्ति अस्तु अस्तु पृच्छतु भगिनि पुटक्रमाङ्क 156 तत्र लभेय इत्यस्य तव्यत्तु लब्धव्यम् एव परन्तु अहं दृष्टवती अनिय लम्भनीयम् इति अस्ति ओ अस्तु भगिनि लम्भनीयम् इति लम्भनीयं न लम्भनीयम् अस्ति इति वा भगिनि अस्तु अस्तु आम् अहं दृष्टवती अहं यदा कृतवती तदा संशयः आसीत् अतः अहं दृष्टवती अस्तु भगिनि समीचीनं लभनीयः इति अस्तु भगिनि तद् अहमपि पश्यामि भगिनि एकवारं धन्यवादः कृपया पश्यतु महोदय अनन्तरम् अहं शान्तः भवेयं तत्र मया शान्तेन भवनीयं वा भवितव्यं यतः अस्माकं पुस्तके शान्तेन दत्तमस्ति विशेषण विशेषभावानुसारेण चलति समीचीनं भगिनि नूतनपुस्तके तद् दत्तमस्ति अस्तु अस्तु समीचीनं धन्यवादः अनन्तरं तृतीय महोदय अहं बन्धमोक्षौ जानीयां तत्र मया बन्धमोक्षौ तव्यत्तु ज्ञातव्यौ इति सम्यक् परन्तु तस्य अन्य ज्ञानीयौ भवति ज्ञानीयौ अस्तु ज्ञानीयम् अस्ति तत् ज्ञानीयं नास्ति ज्ञानीयम् अस्ति ज्ञानीयम् अस्ति अस्तु भगिनि धन्यवादः भगिनि अस्तु अस्तु धन्यवादः अतः पुनः तत्र ज्ञानीयम् इति नास्ति ज्ञानीयम् अस्तु ज्ञानीयम् इत्येव अस्ति अनन्तरं महोदय तद् ज्ञानीयं ज्ञानीया ज्ञानीयः लैक् देट् अकार्डिङ्ग् तत्र द्वितीय अत्र द्विवचने ज्ञानीयौ इति अस्तु आम् आम् आम् अस्तु समीचीनं धन्यवादः भगिनि धन्यवादः भवती श्रुतवती एतत् हा उत्तममस्ति भगिनि महोदय गतबुधवासरे मम स्वास्थ्यं सम्यक् नास्ति एण्टि एलर्जिक् टेब्लेट् अहं स्वीकृतवती अतः अहं उत्थाय पासिबल् न अभवत् अतः अस्तु अस्तु अस्तु सो ऐ हर्ड् दिस् ध्वनिमुद्रणम् समीचीनं धन्यवादः भगिनि उत्तममस्ति तत्र यदि भवती कक्षायाम् आसीत् तत्र तस्मिन्नेव समये तत्र समीचीनम् अभवत्, हा किन्तु अस्तु, धन्यवादः भगिनि. हा न न, यतोहि तत्र न महोदय, किम् अभवत्, अहं कृतवती आसम् पुरा अतः केवल एकः एव अभ्यासम् अहं कृतवती आसम्. उत्तमं भगिनि, अस्तु अस्तु तर्हि, अस्तु अग्रे सरामः तर्हि. अतः नूतनविषय तर्हि तत्र शत्रुप्रत्ययान्तानां प्रयोगः. एतत् एषः विषयः तु परिचितः विषयः अस्ति. अतः तत्र वयं बहुवारं तस्य एतस्य प्रयोगं कृतवन्तः शत्रुप्रत्ययस्य, किन्तु तत्र सम्यक् रीत्या अत्रापि अभ्यासः भवति इति मन्ये. अस्तु तर्हि, तत्र यतोहि परिचितम् अस्ति किन्तु अस्तु पश्यामः. तत्र सम्भाषणं तत्र सम्भाषणमस्ति. कुन्ती, कृष्णः, द्रौपदी, धर्मराजः, भीमः. अस्तु पङ्क्तिशः पठामः तर्हि. अस्तु तत्र हा शोभा भगिनी आरम्भं करोति वा? तत्र कुन्ती अपि कृष्णः तावत्पर्यन्तं पठति वा? आं महोदय, कुन्ती अपि कृष्णः तावत्पर्यन्तम् अस्तु. नाम तत्र आरम्भं करोतु, तत्र वाक्यद्वयं त्रयं तावत्पर्यन्तं पठतु भगिनि. कुर्वन् अपि न लिप्यते, तत्र शत्रुप्रत्ययान्तानां प्रयोगः. कुन्ती, द्रौपदी, कृष्णः, भीमः, धर्मजः, अर्जुनः, नकुलसहदेवौ, अन्ये च तत्र सन्ति, तेषां सम्भाषणं. कुन्ती, वत्स कृष्ण, भवान् अस्मदर्थे अस्माकम् आपदां निवारणार्थे कियत् कष्टम् अनुभवन् अस्ति इति. कृष्णस्य पात्रमपि पठामि वा? हा पठतु भगिनि, पठतु. एकवारं सर्वं पठामः, तदनन्तरं तत्र परिशीलनं कुर्मः. कृष्णः वदति, पितृश्वसः भवती यावत् वात्सल्यं दर्शयन्ती अस्ति तावतः वात्सल्यस्य फलम् अनुभवन्तः वयं यत् किञ्चित् कुर्मः तत्र किं नाम कष्टम्? भ्रातः, मम बाल्ये अहं भवन्तम् अल्पम् उपचरन्ती एकदा सेवितवती, तेन अल्पेन उपचारेण एव प्रसन्नो भवान् अस्मान् विशेषेण मां रक्षन् एव भवति, वयं सदा कृतज्ञाः भवतः विषये. हा इति समीचीनम्. अस्तु अग्रे नरेश महोदय. आम् महोदय. कृष्णः, भगिनी, भवत्याः तादृश्यः आपदः आपतन्त्यः एव सन्ति, कथम् अहं श्वसन् ताः उपेक्षे? इदं तु मम लघु कर्तव्यम्. धर्मराजः, कृष्ण, एतावन्ति विश्वव्यवहारकार्याणि कुर्वन् अपि भवान् कथं न लिप्यते? कृष्णः, आर्य, भवन्तः सर्वे अपि अनेकानि साधारणकार्याणि कुर्वन्तः सन्तः, तेषु न लिप्यन्ते, विशेषकार्येषु संलग्नन्तः लिप्यन्ते इव भवन्ति, एवम् एव अहमपि. हा इति समीचीनं महोदय, धन्यवादः. अस्तु अग्रे उषा भगिनी न पठितुं शक्नोति. अस्तु हर्षदा भगिनी अग्रे. आम्, भीमः, निर्लिप्ततां साधयितुं कथं शक्नोमि? यतः अहं यत्किञ्चित् कार्यं विदध अपि कौरवाणां विषये क्रोधं त्यक्तुं न शक्नोमि. कृष्णः, भीमसेन, भवतः निर्लिप्तता विलसन्ति एव प्रवर्तते, क्रोधकार्यमेकं त्यजन् अन्यत्र कार्येषु निर्लिप्तः एव अस्ति भवान्. भीमः, ह ह ह, अर्जुनः अहम् अन्येन सह युद्धं कुर्वन्नपि अभिमन्युं विस्मर्तुं न शक्नोमि. कृष्णः पार्थ भवान् अभिमन्युव्यामोहं विसृजन् युध्यताम् तदा एव विजयः भविष्यति. समीचीनं भगिनी, धन्यवादः. अग्रे वेदा भगिनी. महोदय, नकुलसहदेव कृष्ण शूरपुत्रे अभिमन्यौ कथं भ्राता अनुरागं विमुञ्चन् स्थातुं शक्नोति? आवामपि किल तस्मिन् प्राणान् धारयन्तो निवसावह निवसावह. कृष्णः भवतां निर्लिप्तता साधनाय उपायम् उपदिशन् कानिचित् कार्याणि सूचयामि, तानि अनुचितः अनुभवन्तु. धर्मराजः अस्तु, भवान् यथा कथयति वयं तथा अनुतिष्ठन्तः साधनं कुर्मः. साधनां कुर्मः. साधनाम मम पुस्तके साधनम् अस्ति महोदय. ओ अस्तु अस्तु अस्तु भगिनि. साधनां वा? साधनां, साधनां कुर्मः. समीचीनम्, अस्तु अस्तु. तर्हि तत्र अतः तत्र मूलविषयः अस्ति तत्र शत्रुप्रत्ययस्य प्रयोगः इति. तत्र शत्रुप्रत्ययः कुत्र भवति इति वयं जानीमः, किन्तु तस्य किञ्चित् पुनस्मरणं कुर्मः. अतः तत्र अग्रिमे पुटे तत्र पश्यामः. तत्र तर्हि वंशीसुधा भगिनी तत्र अग्रिमे पुटे यदस्ति किञ्चित् पठति वा? महोदय, प्रथमपुटे वा द्वितीयपुटे? द्वितीयपुटे नाम कृष्णः धावन् अस्ति इति तत्र. अस्तु, एतानि वाक्यानि पठत जानीत च. कृष्णः धावन् अस्ति, अर्जुनः नमन् पृच्छति, सरस्वती वीणां वादयन्ती गायति, कृष्णः पाञ्चजन्यं धमन् अस्ति इति. अतः तत्र किम् अस्ति तत्र कार्यद्वयम् अस्ति? कार्यद्वयम् अस्ति महोदय, धावन् अस्ति इति. अतः तत्र क्रियापदद्वयं किं किं क्रियापदम् इति वदतु तर्हि. धावति इति धावन् इति अस्ति, तत्र शत्रुप्रत्ययान्तशब्दः अस्ति. अस्थि भू इति शब्दस्य अस्ति इति क्रियापदं. समीचीनम्, अतः तदपि क्रिया अस्ति. समीचीनम्, अस्तु. अग्रिमे अर्जुनः इति. अर्जुनः नमन् पृच्छति, तत्र नम् धातुतः नमन् इति भवति, पृच्छति पृच्छ धातुतः पृच्छति इति भवति, पृच्छति. अतः अत्रापि क्रियाद्वयम् अस्ति, द्वयमस्ति. तृतीयवाक्ये सरस्वती वीणां वादयन्ती गायति, तत्र वीणां वादयन्ती इति अस्ति, वाद् धातुतः वादयन्ती भवति. गायति इति गै धातु इति स्मरामि, गै धातुतः गायति इति भवति. अत्रापि क्रियाद्वयं, क्रियाद्वयं. समीचीनं. कृष्णः पाञ्चजन्यं धमन् अस्ति, तत्रापि धमन् इति अस्ति. धमन् इति धातु न जानामि महोदय, धम् इति धातु वा न जानामि. धम धम इति समीचीनं, धम धम इति. भू इति धातुतः अस्ति इति प्रथमपुरुषे एकवचने लट् लकाररूपम् अस्ति. अहमपि सम्यक्तया न स्मरामि भगिनि, तत्र धम इति चिन्तयामि, स्मरणे तु न तदेव. केवलं तादृशस्मरणम् अस्ति किन्तु सम्यक् न वा इति द्रष्टव्यम्. अस्तु, समीचीनं भगिनि. अतः तत्र शत्रुप्रत्ययस्य वयं जानीमः तत्र क्रियाद्वयं भवेत्. अपि अन्यः अंशः तत्र किम् अस्ति, कर्ता समानः खलु, कर्ता समानः क्रियाद्वयम् अस्ति. एकः एव कर्ता किन्तु कार्य क्रियाद्वयं यदा भवति, नाम कृष्णः इति अथवा अर्जुनः इति चिन्तयामः, अर्जुनः एव नमति, अर्जुनः एव पृच्छति. अतः कर्ता समानकर्ता. अपि युगपत् क्रियाद्वयम्, एकस्मिन् समये एव तत्र क्रियाद्वयं यदा भवति तदा शत्रुप्रत्ययस्य प्रयोगः भवितुम् अर्हति. अतः तत्र अर्जुनः नमति, अर्जुनः पृच्छति, अर्जुनः नमन् पृच्छति. तत्र नमन् इति एव भवेत् वा अथवा केवलं नम् धातोः एव शत्रुप्रत्ययः भवेत् वा अथवा पृच् धातोः अपि शत्रुप्रत्ययः भवितुम् अर्हति वा? तत्र एकस्य एव भवति, यतोहि तत् क्रिया कृत्वा अन्यत् क्रिया भवति. अतः एकम् एकं क्रियापदम् एव तिष्ठति, अन्यस्य शत्रुप्रत्ययान्तं भवति. समीचीनं. किन्तु तत्र कस्य शत्रुप्रत्ययः भवेत्, कस्य क्रियापदरूपमेव तिष्ठेत् इति तत्र नियमः अस्ति वा अथवा विकल्पः? यत् क्रिया करोति तत् किं वदामि, प्रेसेण्ट् कण्टिन्यूस् इति वदामि तत्र. न, किन्तु तत्र अर्जुनः नमन् पृच्छति इति अस्ति, तत्र अर्जुनः पृच्छन् नमति इति अपि भवितुम् अर्हति वा? पृच्छन् नमति न, तत्र तु यत् क्रिया कृत्वा अन्यत् क्रिया करोति तत्र एव भवति न. न, एका क्रिया तदनन्तरम् अन्या क्रिया इति नास्ति खलु, यतोहि तत्र समानकाले युगपत् भवितुमर्हति. तत्र अस्माकं विवक्षा नाम यदा तत्र पृच्छति इति तस्मिन् विषये तत्र अस्माकम् अवधानं भवति चेत् अस्तु सः पृच्छति, तस्मिन् समये अन्या क्रिया अपि भवति इति यदि चिन्तयामः तदा वयं वदामः सः अर्जुनः पृच्छति, तस्मिन्नेव समये सः नमति अथ अर्जुनः नमन् पृच्छति. अथवा यदि वयम् अस्तु तत्र क्रियापदं नमति इति चिन्तयामः तस्मिन् समये सः पृच्छति अतः स अर्जुनः पृच्छन् नमति इति अपि. अतः तत्र विकल्पः अस्ति, अर्थभेदः प्रायशः न भवति, अतः अस्माकं विवक्षा. महोदय समीचीनं. महोदय तत्र यदि वयं वदामः अर्जुनः नमन् पृच्छन् च अस्ति, चलति वा? अस्ति नकाररूपं चलति चलति चलति. अहम् अहं किञ्चित् अन्य एक बिन्दु वक्तुम् इच्छामि. अहं भाषापाक परीक्षा दत्तवती, तदा नीलेश बोडस् महोदय उक्तवान् शत्रुप्रत्यय इस् प्रेसेण्ट् कण्टिन्युस् न एनी कण्टिन्युस् टेन्स् इन् एनी टेन्स् इफ् टु क्रियास् आर् बीङ्ग् सैमल्टेनि. भगिनी उक्तवती प्रेसेण्ट् कण्टिन्युस्, अतः अहम् उक्तवती. सत्यं भगिनि, तत्र अस्ति भवति केवलं प्रेसेण्ट् कण्टिन्युस् अस्ति महोदय, अन्यत्र नास्ति. भगिनी आमां, किन्तु अहं तत् स्मरामि इत्युक्ते समीचीनं समीचीनं. यत् भवती उक्तवती अत्र तु प्रेसेण्ट् कण्टिन्युस् इति भाति, परन्तु कस्मिन्नपि स्थितौ इति भवितुम् अर्हति. अस्माकं संस्कृतभारत्याः शिक्षापाठ्यक्रमे शत्रुप्रत्यये प्रेसेण्ट् कण्टिन्युस् इति दत्तमस्ति, अतः सः उक्तवान् इट् इस् नाट् प्रेसेण्ट् कण्टिन्युस्, किमपि काल् अस्ति. शक्यते सत्यं भगिनि, नाम तत्र कृष्णः धावन् आसीत् तदपि समीचीनमेव खलु. कृष्णः धावन् आगमिष्यति, कृष्णः धावन् आगमिष्यति तदपि समीचीनम् इति अपि समीचीनमेव. अतः तत्र तत्र वर्तमानकाले भवेत् इति कोऽपि नियमः नास्ति. वयमपि तत्र दृष्टवन्तः, तत्र पूर्वस्मिन् पाठे एव, तत्र पूर्वस्मिन् पाठे नाम पूर्वेषु पाठेषु तत्र शत्रुप्रत्ययस्य भूतकालरूपस्य प्रयोगः सर्वत्र भवति, अतः तत्र वर्तमानकाले इति कोऽपि नियमः नास्ति. सत् समीचीनं, धन्यवादः धन्यवादः. हा, किन्तु अत्र सर्वं वर्तमानकाले लट् लकारे दत्तमस्ति, यतोहि तत्र प्रथम उदाहरणम् इति कृत्वा. हा, तावदेव. अस्तु, समीचीनम्. अतः तत्र यत्र शत्रुप्रत्ययः भवति तत्र क्रियाद्वयम् अपेक्षितम् अस्ति. अपि तत्र यत्र वयं तत्र कृष्णः धावति इति अर्थे वयं कृष्णः धावन् अस्ति इति अपि वक्तुं शक्नुमः. अतः तत्र कृष्णः धावति केवलम् एकक्षणे एव न धावति इति न, किन्तु किञ्चित् कालं सः धावति, अतः तत्र कृष्णः धावन् अस्ति इति इति भवति. अतः तत्र कृष्णः धावति, कृष्णः धावन् अस्ति, अपि कृष्णः धावन् आसीत् इति तादृशप्रयोगमपि भवति. अस्तु, तर्हि तत्र अग्रे उदाहरणानि सन्ति, तद् तानि परिशीलयामः. तर्हि निवेदिता भगिनी, नमस्कारः. अस्ति खलु भगिनी. शुभदा भगिनी, नमस्कारः. नमस्कारः महोदय. नमस्कारः भगिनी. पेज् 159 अपि अस्ति भगिनी. आम् महोदय, प्राप्तवती. अस्तु, हा. निवेदिता भगिनी, नमस्कारः. भवती अस्ति खलु तत्र? अस्तु, तर्हि तत्र शुभदा भगिनी, तत्र हा, नमस्कारः भगिनी. अस्तु अस्तु अस्तु, शुभदा भगिनी अग्रे पठति वा तत्र. आं महोदय, तत् यानं गच्छति इति वा? हा हा, सत्यं. हा, यानं गच्छति, यानं धूमं वमति, तत्र गच्छत् यानं धूमं वमति इति भवति. इति भवति, हा. अस्तु, अतः तत्र एतावत् एकः नियमः न उक्तः. सः नियमः कः नाम, तत्र कृष्णः इति स्थाने धावन् इति अस्ति, अपि सरस्वती इति स्थाने वादयन्ती इति अस्ति, इदानीं यानम् इति स्थाने गच्छत् इति अस्ति. अतः तत्र शत्रुप्रत्ययः किं भवति? विशेषणरूपेण आगच्छति. हा, विशेषणं भवति. अतः कृष्णः धावन्, अर्जुनः नमन्, सरस्वती वादयन्ती, अपि यानं गच्छत् इति रूपं भवति. समीचीनं. हा, अतः तत्र विशेषणं भवति. अतः तत्र कर्तृपदस्य कर्तृपदस्य विशेषणं भवति, विशेषणम्. अतः कर्तृपदस्य लिङ्गं वचनं सर्वं स्वीकरोति. समीचीनं. हा, अस्तु भगिनि, अग्रे तत्र वाक्यानि सन्ति. प्रथमं, एतानि वाक्यानि उच्चैः पठत. छात्रः पाठं लिखति, चिन्तयति. अत्र अपि क्रियाद्वयं युगपत् भवतः भवति, अतः छात्रः पाठं लिखन् चिन्तयति इति भवति. तत्र एका क्रिया प्रधानक्रिया अपि अस्ति वा? अन्या तत्र यथा विवक्षा भगिनि, यथा विवक्षा. यदि अस्माकं मनसि लेखनक्रिया प्रधानम् अस्ति तदा तत्र एतदेव प्रधानम् इति तत्र यथा अस्माकं विवक्षा तावत् विवक्षानुसारं. हा, तत् किन्तु रूपद्वयमपि तत्र नाम, यदि लिखन् इति स्थापयामः अथवा चिन्तन् इति स्थापयामः, तत्र अर्थभेदः नास्ति. किन्तु हा, तत्र सन्दर्भानुसारेण तत्र यस्य शत्रु इति शत्रुप्रत्ययरूपं भवति इति केवलम् अस्माकं विवक्षा तावदेव. अस्तु अस्तु. अत्र तत्र केचन केषुचित् सन्दर्भेषु प्रायशः एषा क्रिया एव प्रधानक्रिया इति प्रदर्शयितुमपि प्रायशः भवति इति मन्ये. तर्हि अत्रापि गच्छत् यानं धूमं वमति, अत्र धूमस्य वमनस्य क्रिया इति प्रधानक्रिया इति लेखकः दर्शयितुमिच्छति. अतः यानं गच्छति, परन्तु तत्तु न प्रधानक्रिया. यानं गच्छत् अस्ति, परन्तु तत् यानं गच्छत् यानं धूमं वमति इति अधोरेखिता क्रिया अस्ति इति भवति. सत्यं भगिनि, यतोहि तत्र गच्छत् इति क्रिया किं भवति? केवलं यानस्य विशेषणं भवति. किन्तु या क्रिया साक्षात् भवति क्रियापदेन, तदेव क्रियापदेन सूचितं खलु. अतः वमति इति एव साक्षात् क्रिया. यथा भवती उक्तवती तत्र यानं वमति, इदानीं तत्र सा एव प्रधानक्रिया. कीदृशयानम् अस्तु, गच्छत् यानम् इति. समीचीनं भगिनि. हा, अतः तत्र गच्छत् इति यानमिति पदस्य विशेषणम्. हा, इदानीं तत्र विपरीततया तत्र चिन्तयामः, तत्र यदि तत्र भमति इति एव तस्य शत्रुप्रत्ययरूपं भवति चेत् किं भवति तर्हि? तर्हि धूमं वमत् यानं गच्छति हा इति भवति. अतः तत्र शत्रुप्रिय प्रत्ययस्य योजनेन किं भवति, यदि सकर्मकक्रियापदं भवति अत्र धूमम् इति कर्मपदम् अस्ति, भमति इति क्रियापदस्य, तत् तिष्ठति एव. अतः तत्र यदा भवती उक्तवती धूमं वमत् यानं गच्छति गच्छति, अत्र अपि पाठं लिखत् पाठं लिखन् छात्रः चिन्तयति इति अपि भवति. हा इति अस्ति. यदि तत्र विपरीततया वदामः तत्र किं भवति, नाम चिन्तयति इति तस्य शत्रु रूपं योजयामश्चेत्, तर्हि छात्रः चिन्तयन् पाठं लिखति अथवा चिन्तयन् छात्रः पाठं लिखति इति अपि भवितुमर्हति. इति अपि भवितुमर्हति. सत्यं, चिन्तयन् छात्रः पाठं लिखति इति. समीचीनं भगिनि. हा, अतः तत्र शत्रुप्रत्ययस्य प्रयोगे तत्र कर्मपदम् अस्ति न वा, सकर्मकः कर्मकधातुः वा, सकर्मकश्चेत् कर्मपदस्य अपि तत्र आनयनं भवेत् शत्रु इति तस्मिन् विषये किञ्चित् अवधानम् अपेक्षितं, तावदेव. समीचीनं भगिनि. हा अस्तु, अग्रे तत्र निवेदिता भगिनी अग्रे पठितुम् इच्छति वा? आम्, द्वितीयवाक्यं तर्हि. बालकः क्रीडति, मित्रम् आह्वयति. बालकः क्रीडन्, मित्रम् आह्वयति. हा, अत्र बालकः क्रीडन्, मित्रम् आह्वयति. तत्र क्रीडन् इति कस्य विशेषणम्? बालकस्य. बालकस्य, मित्रस्य न वा? मित्रस्य मित्रस्य नास्ति, यतोहि मित्रस्य न भवति अत्र, यतोहि तत्र आह्वयति इति तत्र सकर्मक्रियापदं खलु. अतः तत्र मित्रं यद्यपि नपुंसकलिङ्गपदम्, अतः रूपभेदः न भवति, किन्तु वयं जानीमः तत्र मित्रम् इति पद वाक्ये मित्रम् इति पदस्य विभक्ति साक्षात् द्वितीया खलु. किन्तु क्रीडन् इति तत् प्रथमा विभक्तिः अस्ति. वदतु भगिनि. महोदय, तत् विशेषणं यदि मित्रस्य आसीत् तदा क्रीडत् आसीत् अस्ति, केवलं तत्र प्रष्टुम् इष्टवान् तावदेव. किन्तु तत्र शत्रुप्रत्ययस्य इदानीं केवलं प्रथमाविभक्तिरूपस्य एव इदानीम् अभ्यासः, अग्रे गत्वा तत्र द्वितीयविभक्तेः अपि अभ्यासः, तत्सर्वं परिशीलयामः. किन्तु इदानीं तत्र क्रीडन् इति प्रथमाविभक्ति इति अस्माकं ज्ञानं भवेत् इति अतः एव पृष्टवान्. मित्रम् आह्वयन् बालकः क्रीडति. मित्रम् आह्वयन् बालकः क्रीडति, सत्यं, तदपि समीचीनं. तदपि समीचीनं, यतोहि मित्रम् इति आह्वयति इति क्रियापदस्य एव कर्मपदम् अस्ति, अतः समीचीनं भगिनि. मित्रम् आह्वयन् बालकः, तादृशः बालकः अस्ति, सः क्रीडति इति. समीचीनं भगिनि, तथापि भवितुमर्हति. अस्तु, समीचीनम्. अग्रे नरेश महोदय. धन्यवादः भगिनि. भीमः प्रतिज्ञां स्मरति, दुर्योधनं ताडयति. अत्र दत्तमस्ति भीमः प्रतिज्ञां स्मरन् दुर्योधनं ताडयति। अत्र पूर्वस्मिन् वाक्ये किम् अथवा प्रथमा अपि द्वितीयवाक्ये किम् आसीत्? एकमेव कर्मपदम् आसीत् खलु, किन्तु अत्र किमस्ति, कर्मपदद्वयं स्मरति ताडयति, स्मरति ताडयति अपि कर्मपदं द्वयम् अस्ति, कर्मपदं प्रतिज्ञां दुर्योधनं, प्रतिज्ञां स्मरति अपि कं ताडयति, दुर्योधनं ताडयति। अतः तत्र प्रतिज्ञां स्मरन् दुर्योधनं ताडयति। अत्र अतः तत्र छत्रपतिस्य योजने तत्र पदस्थानस्य महत्त्वम् अस्ति, नाम पदस्थानस्य परिवर्तनं कुर्मश्चेत् अर्थभेदः भवति खलु, अर्थभेदः भवति। यदि भीमः दुर्योधनं ताडयन् प्रतिज्ञां स्मरति तत्र प्रायशः अर्थभेदः न भवति, किन्तु यदि भीमः दुर्योधनं स्मरन् तत्तु भेदः अस्ति, तत्र भेदः अस्ति। अतः तत्र कर्मपदं तत्र क्रियापदेन एव सः गच्छेत्, प्रतिज्ञामिति स्मरति इति तस्य क्रिया कर्मपदम् अस्ति, अतः स्मरन् इति तस्मात् प्राक् एव प्रतिज्ञां भवेत्। अस्तु, समीचीनम्। अस्तु, अग्रे शोभा भगिनी, अग्रे। आम् महोदय, वृद्धः मार्गं पश्यति गच्छति, वृद्धः मार्गं पश्यन् गच्छति, तथापि परिवर्तनं कृत्वा गच्छन् वृद्धः मार्गं पश्यति इति अपि वक्तुं शक्नुमः। समीचीनं, अथवा अत्र मार्गं पश्यन् वृद्धः गच्छति तदपि वक्तुं शक्नुमः, किन्तु तत्र मार्गं पश्यन् इति तत्र यत्र पश्यन् अस्ति तस्मात् प्राक् एव मार्गं भवेत् इति एव। अस्तु, समीचीनम्। अस्तु, हर्षदा भगिनी, अग्रे। वाल्मीकिः स्नानाय गच्छति, क्रौञ्चौ पश्यति, वाल्मीकिः स्नानाय गच्छन् क्रौञ्चौ पश्यति। तत्र क्रौञ्चौ इति पदस्य विभक्ति का? विभक्ति द्वितीया, द्विवचन, द्वितीया द्विवचन। हा, समीचीनं। हा, कर्मपदं। हा, समीचीनं, कर्मपदं। तत्र केवलम् अभ्यासार्थं तत्र पश्यति इति तस्य तत्र शत्रन्तरूपं स्थापयतु तर्हि तत्र। क्रौञ्चौ पश्यन् वाल्मीकिः स्नानाय गच्छति, स्नानाय गच्छति, समीचीनं। अस्तु, अग्रे वेदा भगिनी। आं महोदय, शिक्षकः लिखति पाठयति, शिक्षकः लिखति अपि च पाठयति, शिक्षकः लिखन् पाठयति एक रूपम्, अन्यत् रूपम् भवितुम् अर्हति पाठयन् शिक्षकः लिखति। हा, पाठयन् शिक्षकः लिखति, अस्तु, समीचीनं। हा, इदानीम् एतावत् तत्र, अस्तु, समीचीनम् आसीत्। इदानीं तत्र पुनः एतदेव किञ्चित् पुनरेकवारं कुर्मः तर्हि तत्र इदानीं वक्षिष्यता भगिनि, तत्र प्रथमवाक्यं भवती कृतवती, इदानीं तत्र छात्रः इति स्थाने द्वि बहुवचनं स्थापयतु भगिनि, तत्र छात्राः सन्ति चेत् प्रथमवाक्यं किं भवति, तदनन्तरं द्वितीयवाक्यं किं भवति इति वदतु। अस्तु महोदय, छात्राः पाठं लिखन्ति चिन्तयन्ति इति सामान्यवाक्यमस्ति, तत्र छात्राः पाठं लिखन्तम् इति भवति इति चिन्तयामि, लिखन्तं भवान् छात्राः पाठं, भवान् शब्दवत् भवति न, भवान् भवन्तौ भवन्तं भवन्तः छात्राः पाठं लिखन्तः चिन्त चिन्तयन्ति इति भवति, लिखन्तः लिखन्तः चिन्तयन्ति, तत्र लिक् इति लिखत् लिखत् इति तत्र प्रातिपदिकं प्रथमविभक्तौ लिखन् लिखन्तौ लिखन्तः इति समीचीनं अपि तत्र अतः समीचीनं भगिनि. अतः तत्र छात्राः पाठं लिखन्तः चिन्तयन्ति, समीचीनम् अस्ति. इदानीं तत्र निवेदिता भगिनी, इदानीं भवत्याः वाक्ये तत्र बहुवचनं स्थापयतु तर्हि. द्वितीयवाक्यं बालकः इति बालकः क्रीडन् बालकाः क्रीडन्ति, मित्रम् आह्वयति तत्र अग्रिमे पुटे पश्यन्तु भगिनि, अग्रिमे पुटे पश्यन्तु एकवारं. तत्र गच्छन् गच्छन्तौ गच्छन्तः इति अस्ति, तर्हि क्रीडन् किं भवति, क्रीडन्तः बालकाः मित्रम् आह्वयति, सम्यक् अस्ति वा, आह्वयन्ति आह्वयन्ति आह्वयति आह्वयति न यन्ति खलु, बालकाः इति बहुवचने अस्ति खलु, आह्वयन्ति आह्वयन्ति, हा सम्यक् सम्यक् आह्वयन्ति, क्रीडन्तः बालकाः मित्रम् आह्वयन्ति इति अस्ति, समीचीनं भगिनि, तथैव अस्ति, समीचीनम् अस्तु. अग्रे तृतीयवाक्यं तत्र नरेश महोदय, तत्र भीमः इति स्थाने अस्तु, भीमः इति चिन्तयामः, एकः भीमः अस्ति किन्तु पाण्डवाः अस्तु, हा अस्तु पाण्डवाः इति चिन्तयामः, अस्तु पाण्डवाः प्रतिज्ञां स्मरन्ति, दुर्योधनं ताडयन्ति, पाण्डवाः प्रतिज्ञां स्मरन्तः दुर्योधनं ताडयन्ति इति अस्ति महोदय, समीचीनं तथैव अस्ति. अस्तु अग्रे तत्र शोभा भगिनी अग्रे. आम् महोदय, वृद्धः मार्गं पश्यति गच्छति, वृद्धाः मार्गं पश्यन्तः गच्छन्ति, वृद्धाः मार्गं पश्यन्तः वृद्धाः मार्गं न वृद्धाः मार्गं पश्यन्तः गच्छन्ति, तत्र परिवर्तनस्य आवश्यकता नास्ति, न आवश्यकता नास्ति, किन्तु यदि तत्र पश्यन्तः वृद्धः इति वक्तुम् इच्छति चेत् पश्यन्तः प्राक् मार्गं भवेत्, पश्यन्तः वृद्धाः मार्गं न मार्गं तत्र मार्गस्य पूर्वं पश्यन् इति पश्यन्तः वृद्धाः मार्गं पश्यन्तः वृद्धाः गच्छन्ति इति भवति, समीचीनं अस्तु. इदानीं तत्र वाल्मीकिः इति तत्र तत्र हर्षदा भगिनी तत्र वाल्मीकिः इति स्थाने तत्र कवि इति स्वीकरोतु भगिनी. अस्तु, कवयः स्नानाय गच्छन्ति, क्रौञ्चौ पश्यन्ति, कवयः स्नानाय गच्छन्तः, क्रौञ्चौ पश्यन्तः, अथवा क्रौञ्चौ पश्यन्तः कवयः स्नानाय गच्छन्तः, स्नानाय गच्छन्ति स्नानाय गच्छन्ति स्नानाय गच्छन्ति गच्छन्ति क्षम्यतां क्षम्यताम् इदानीं समीचीनं अस्तु, समीचीनं. तर्हि तत्र अग्रे तत्र शिक्षकः लिखति पाठयति अभेदा भगिनी इति खलु. आं महोदय, शिक्षकाः लिखन्ति पाठयन्ति शिक्षकाः लिखन्ति पाठयन्ति, लिखन्तः शिक्षकाः पाठयन्ति इति अस्ति, समीचीनम् अस्तु. इदानीम् अग्रे तत्र शुभदा भगिनी अग्रे तत्र नर्तकी इति नृत्यति गीतं गायति इति नर्तकी नृत्यति गीतं गायति, तस्य बहुवचने नर्तक्यः नृत्यन्ति, गीतं गायन्ति, तस्य शत्रन्तरूपेण नर्तक्यः नृत्यन्ति। इदानीम् एकवारं तत्र अग्रिमे पुटे पश्यतु भगिनि, तत्र गच्छन्ति गच्छन्त्यौ गच्छन्त्यः नदी शब्दवत्। आम् आं महोदय। सो नर्तक्यः नृत्यन्त्यः गीतं गायन्ति इति भवेत्। नर्तक्यः नृत्यन्त्यः गीतं गायन्ति, गीतं गायन्ति, समीचीनं भगिनि, हा तथैव अस्ति। हा अथवा तत्र यदि तत्र गीतम् इति तस् गायति इति तत्र तस्य शत्रु स्थापितुम् इच्छामश्चेत् तर्हि नर्तक्यः गीतं गायन्त्यः नृत्यन्ति, नृत्यन्ति, समीचीनं, समीचीनं भगिनि, तथैव अस्ति। अस्तु अग्रे वंशी सुधा भगिनि। हा महोदय, क्षम्यता, महिला इति अष्टमबिन्दुना महिला वस्त्राणि क्षालयति भाषते। अस्तु, महिलाः महिलाः वस्त्राणि क्षालन्ति भाषते। अस्तु, महिलाः वस्त्राणि क्षालयन्ति क्षालयन्तः भाषन्ते, क्षालयन्तः भवति वा तत्र, क्षालयन्तः एव भवति, क्षालयन् क्षालयन्तः क्षालयन्त्यः क्षालयन्ति इति नदी वर्त भगिनि, नदी नद्यौ नद्यः नद्यः। अस्तु, महिलाः वस्त्राणि क्षालयन्त्यः भाषन्ते इति भवति, भाषन्ते इति अत्र आत्मनेपदी क्रियापदमस्ति, तस्य शत्रान्तरूपं न भवति, अतः तत्र विकल्पः नास्ति, केवलं क्षालयति इति एव तस्यैव क्षालयन्त्यः महिलाः वस्त्राणि भाषन्ते। न अस्तु भगिनि, अतः तत्र क्षालयन्त्यः इति यथा उक्तं तत् क्रियापदं भवति खलु, क्रियासूचकं, तत्र विशेषणं क्रियालयन्त्यः न भवति वा, न न क्षालयन्त्यः इति समीचीनं भगिनि, किन्तु क्षालयन्त्यः महिलाः भाषन्ते, किन्तु क्षालयन्त्यः महिलाः इति यदि वदामः तत्र प्रश्नः उदेति, किं क्षालयन्त्यः महिलाः खलु, तत्र महिला किं क्षालयन्ति इति प्रश्नः उदेति खलु, अतः वस्त्राणि क्षालयन्त्यः महिलाः भाषन्ते, अतः यथा तत्र, तत्र यथा शत्रन्तरूपस्य स्थापनं भवति, क्रियापदमपि तत्र कर्मपदमपि क्रियापदेन सह गच्छेत्। समीचीनं महोदय, नो चेत् नो चेत् क्लेशः उद्भवति। समीचीनम्, अस्तु समीचीनम्, अस्तु तर्हि तत्र अग्रे तत्र अग्रे उषा भगिनी, तत्र भवत्याः पार्श्वे पुस्तकं नास्ति, किन्तु तत्र यदि वाक्यं ददामि तत्र शत्रुप्रत्ययस्य रूपं वक्तुं शक्नोति वा भवती? आं महोदय। अस्तु, तत्र यन्त्रं चलति कार्यं करोति, यन्त्रं चलति कार्यं करोति, यन्त्रं चलत् चलत् समीचीनं, चलत् अस्ति वा महोदय, सत्यं सत्यं तदेव अस्ति, यन्त्रं चलत् कार्यं करोति, हा इति एव अस्ति, समीचीनं, यन्त्रं चलति कार्यं करोति, यन्त्रं चलत् कार्यं करोति, इदानीं यन्त्राणि इति अस्ति चेत् यन्त्राणि चलन्ति, चलतौ चलन्ति, चलन्ति यन्त्राणि चलन्ति कार्यं करोति, कुर्वन्ति कुर्वन्ति कुर्वन्ति, इदानीं किन्तु इदानीं तत्र शत्रन्तरूपं यन्त्राणि यन्त्राणि चलन् चलत् चलन्तौ चलत् हा तत्र किमस्ति चलत् चलति चलन्ति चलत् जगत् जगति जगन्ति इति यन्त्राणि चलन्ति कार्यं करोति इति अस्ति वा महोदय अस्ति भगिनि कार्यं कुर्वन्ति इति कुर्वन्ति तत्र किं भवति तत्र चलत् चलति चलन्ति तत्र प्रायशः तत्र किमपि तत्र भेदः न पश्यामः तत्र क्रियापदद्वयम् इति भासते खलु तर्हि वाक्ये यन्त्रं चलत् कार्यं करोति इत्यत्र शत्रुप्रत्ययं प्रत्यय पदं किम् इति जानीमः तत्र चलत् इति खलु महोदय किन्तु यदि बहुवचनरूपं वदामः तत्र किं भवति यन्त्राणि चलन्ति यन्त्राणि चलन्ति कार्यं कुर्वन्ति तत्र किं चिन्तयामः चलन्ति अस्ति चलन्ति क्रियापदम् अस्ति आं महोदय किन्तु साक्षात् नामपदम् अस्ति अत्र अस्तु तर्हि चिन्ता मास्तु हा समीचीनं भगिनि अस्तु तर्हि अतः तत्र किञ्चित् शत्रुप्रत्ययस्य परिचयः जातः इति मन्ये अग्रे तत्र महोदय प्रश्नः महोदय वाक्यं द्वितीयवाक्यम् इति मन्ये बालकः क्रीडन् किमस्ति महोदय मित्रम् आह्वयति मित्रम् आह्वयति यदि बालकाः क्रीडन्तः बालकाः क्रीडन्तः यदि मित्राणि अस्ति चेत् परिवर्तनं भवति वा महोदय तत्र न यतोहि कर्मपदमस्ति तत्र क्रीडन्तः इति विशेषणं भवति कर्तृपदस्य तत्र कः आह्वयति बालकः आह्वयति अथवा बालकाः आह्वयन्ति अतः बालकः अथवा बालकाः एव कर्तृपदम् अस्ति तत्र तु मित्रम् एकः एव अस्ति न महोदय यदि मित्रं यत् भवेत् तत्र बालकः क्रीडन् मित्रम् आह्वयति बालकः क्रीडन् मित्राणि आह्वयति समानम् आं महोदय अतः भेदः प्रश्नः मित्रम् आह्वयति मित्राणि आह्वयति तत्र तत्र बालकः पाठं पठति बालकः पाठान् पठति समीचीनम् एकमेव तत्र पठति इति एव तिष्ठति खलु यतोहि क्रियापदं कर्तृपदम् अनुसरति अस्तु महोदय अस्तु तर्हि अग्रे अत्र महोदय एक एव कर्ता अस्ति न तत्र समानकर्ता सत्यं भगिनि बालकः एव तत्र क्रीडति बालकः एव आह्वयति अतः एव तत्र शत्रुप्रत्ययस्य योजनं कुर्मः यदि तत्र रामः गच्छति लक्ष्मणः पश्यति तत्र शत्रुप्रत्ययः रामः गच्छन् पश्यति इति न वक्तुं शक्नुमः वक्तुं शक्यते अतः तत्र समानकर्ता क्रियाद्वयं किन्तु क्रियाद्वयं युगपत् नाम समानकाले भवेत् इति अस्तु अग्रिमे पुटे तत्र समीचीनं भगिनि अस्तु अग्रिमे पुटे तत्र निवेदिता भगिनी अग्रिमे पुटे पठति वा किञ्चित् अवधेयमिति अवधेयम् एतेषु वाक्येषु स्थूलाक्षरैः मुद्रितानि लिखन् क्षालयन्ति चलत् इत्यादीनि शत्रु प्रत्ययान्तानि रूपाणि वर्तमानकालार्थे परस्मैपदीधातूनां शत्रुप्रत्ययः भवति शत्रु इत्यत्र अत् भागः अवशिष्यते शत्रुयोगात् शत्रन्तं प्रातिपदिकं सिद्ध्यति विशेषणरूपेण शत्रन्तस्य प्रयोगः भवति अतः एतस्य रूपाणि त्रिषु लिङ्गेषु अपि भवन्ति यथा पश्यति पश्यन् पुल्लिङ्गं पश्यन्ति स्त्रीलिङ्गं पश्यत् नपुंसकलिङ्गम् हा इति समीचीनं भगिनि. हा अथ किञ्चित् वदतु तर्हि तत्र किम् उक्तमस्ति अत्र. तृतीयानि रूपाणि शालयन्ति लिखन् चलत् मतलब ऊपर दिए गए वाक्य है उसमें लिखन शालयंती और चलत जो है वो शत्रु प्रत्यंत रूप है उनके. और उन्होंने कहा है कि वर्तमान काल में जो परस्मैपदी धातु है उनके शत्रु प्रत्यय होते हैं तो आत्मनिपदी धातु के नहीं होते हैं. आत्मनिपदी धातु नाम तत्र शानच प्रत्यय इति भवति किंतु शत्रु प्रत्यय भवति. हां केवलम तत्र परस्मैपदी धातु नाम शत्रुप्रत्ययः अपि आत्मनेपदी धातूनां शानच् प्रत्ययः इति भवति. तत्र वर्तमानः इति वर्तते वर्तते वर्तमानः इति तत्र शानच् अस्ति. यहाँ पे अथ यह भाग जो है वह बाकी रह जाता है शत्रु में. न नहीं रहता है. हाँ बाकी रह जाता नाम भाग अवशिष्यते अवशिष्यते. हाँ अथ सत्यम. शत्रुयोगा शत्रंतम प्रातिपदिकम सिद्धंति. उन्होंने कहा है कि यह इसका उपयोग हम विशेषण के जैसे कर सकते हैं और इसके जो रूप है वो तीनों लिंगों में अलग अलग होते हैं. जैसे अगर पुल्लिंग है तो पश्यन होगा, अगर स्त्रीलिंग है तो पश्यंती होगा, और अगर नपुंसक लिंग है तो पश्यत हो जाएगा. समीचीनम. अस्तु समीचीनम. और उसके अनुसार जैसे हमारे विभक्ति प्रत्यय होते हैं वैसे ही वे भी चलेंगे. जैसे हम जैसे एक वचन द्विवचन बहुवचन में अलग अलग रूप चलते हैं वैसे इनके भी रूप चलेंगे ऐसे उन्हें कहना है. समीचीनम. हाँ तथैव अस्ति तथैव अस्ति भगिनी. अस्तु समीचीनम. अस्तु अग्रे तत्र शोभा भगिनी इदानीं तत्र अग्रे तत्र शत्रुप्रत्ययस्य पुल्लिङ्गरूपम् अस्ति खलु तत्र गच्छत् इति शब्दस्य. अतः तत्र किं कुर्मः तत्र तत्र सः गच्छन् इति स्थापयामः. तत्र सः गच्छन् तौ गच्छन्तौ ते गच्छन्तः इति तादृशं वदामः तर्हि. एक प्रश्नं पृच्छामि वा महोदय. किमर्थं पश्यत् इति रूपमस्ति शत्रु प्रत्ययस्य अत् भागः अवशिष्यते तदेव पश्यत् इति नपुंसकलिङ्गं दत्तमस्ति परन्तु पश्यन् पश्यन्ति एतत् रूपं किमर्थं प्राप्नुमः भगिनि. तत्र प्रातिपदिकं पश्यत् इति एव अस्ति यथा भवत् शब्दस्य भवान् इति शब्दस्य प्रातिपदिकं भवत् इति अस्ति. किन्तु तत्र लिङ्गानुसारणं तत्र किञ्चित् परिवर्तनं भवति. यथा तत्र भवत् शब्दस्य रूपं भवान् इति अस्ति किन्तु तत्र स्त्रीलिङ्गे तत्र पश्यति इति अस्ति किन्तु तत्र रूपं तत्र नदी शब्दवत् तत्र पश्यन्ति इति रूपं भवति. किन्तु तत्र ते अतः किञ्चित् भेदः वर्तते प्रायः. तत्र अन्यत् कार्यम् अस्ति तदहं न जानामि. किं भगिनि निपात इति निपात इत्युक्ते वदीसे लैक् अ कान्स्टेण्ट् पाणिनि महोदयेन उक्तमस्ति निपात. हा प्रायश भगिनि तत् अहं न जानामि इदानीं. किन्तु तत्र रूपत्रयं तत्र लिङ्गानुसारेण वर्तते इति अस्ति. अस्तु किन्तु तत्र पश्यत् इति प्रातिपदिकं पुल्लिङ्गे अपि नपुंसकलिङ्गे पश्यत् इति एव प्रातिपदिकम्. अस्तु धन्यवादः भगिनि. अस्तु अग्रे तत्र शोभा भगिनी तत्र सः गच्छन् इति एतादृशं वदतु तर्हि. तत्र प्रथमाविभक्त्यां करोमि अग्रे अपि करणीयं वा महोदय. तत्र सः इति स्वीकुर्मः चेत् सः गच्छन् तौ गच्छन्तौ ते गच्छन्तः तं गच्छन्तं तौ गच्छन्तौ तान् गच्छन्तः गच्छतः तृतीया तेन गच्छता ताभ्यां गच्छद्भ्यां तैः गच्छद्भिः. हा अस्तु समीचीनम्. अस्तु अग्रे तत्र हर्षिता भगिनी अग्रे ततः तया न तृतीया कृतं चतुर्थी सः इति पदस्य चतुर्थी तस्मै गच्छते ताभ्यां गच्छद्भ्यां ताभिः गच्छद्भ्यः पञ्चमी तस्मात् गच्छतः तेभ्यः इति भवति खलु बाप्रे प्रवेशमि जाना पडेगा तस्मात् गच्छतः ताभ्यां गच्छद्भ्यां तेभ्यः गच्छद्भ्यः तस्य गच्छतः तयोः गच्छतोः तेषां गच्छताम् तस्मिन् गच्छति तयोः गच्छतोः तेषु गच्छत्सु इति अस्ति समीचीनं भगिनि धन्यवादः अग्रे तर्हि धन्यवादः समीचीनम् अस्तु अग्रे तत्र नरेश महोदय इदानीं तत्र गच्छन् इति अनन्तरं बालकः गच्छन् बालकः गच्छन्तौ बालकौ गच्छन्तः बालकाः गच्छन्तं बालकं गच्छन्तौ बालकौ गच्छतः बालकाः न न न बालकान् हा गच्छतः बालकान् बालकान् गच्छता बालकेन गच्छद्भ्यां बालकाभ्यां गच्छद्भिः बालकैः समीचीनम् अस्तु धन्यवादः महोदय अस्तु अग्रे तत्र हा वेदा भगिनी अग्रे वेदा भगिनी क्षमिता महोदय चतुर्थी विभक्ति गच्छते बालकाय गच्छद्भ्यां बालकाभ्यां गच्छद्भ्यः बालकेभ्यः गच्छत् विभक्ति गच्छतः बालकात् गच्छद्भ्यां बालकाभ्यां गच्छद्भ्यः बालकभ्यः बालकेभ्यः सारि बालकेभ्यः षष्ठी विभक्ति गच्छतः बालकस्य गच्छतोः बालकयोः गच्छतां बालकानाम् अपि सप्तमी विभक्ति गच्छति बालके गच्छतोः बालकयोः गच्छत्सु बालकेषु बालकेषु समीचीनं भगिनि अस्तु अग्रे तर्हि तत्र हा शुभदा भगिनी अग्रे इदानीं तत्र वदन् इति अस्ति तर्हि तत्र सः वदन् इति शुभदा भगिनी नास्ति महोदय शुभदा भगिनी नास्ति वा धन्यवादः भगिनी हा अस्तु तर्हि तत्र वंशी सुधा भगिनी सः वदन् अहं वदामि वा महोदय अस्तु भगिनि उषा भगिनी वदतु तर्हि सः वदन् तौ वदन्तौ ते वदन्तः तं वदन्तं वदन्तं तौ वदन्तौ ते तान् वदन्तः न न तत्र भवान् शब्दस्य रूपाणि एकवारं वदतु भवतः इति अस्ति अतः तत्र द्वितीयविभक्ते तत्र वदन्तं वदन्तौ वदतः तं वदन्तं तौ वदन्तौ तान् वदतः तान् वदतः समीचीनं तेन वदता ताभ्यां वदद्भ्यां तैः वदद्भिः वदद्भिः इति समीचीनं हा समीचीनं भगिनि अस्तु तत्र वंशीसुधा भगिनी अस्ति वा अस्तु नास्ति इति मन्ये अस्तु तर्हि शोभा भगिनी अग्रे तस्मै वदते ताभ्यां वदद्भ्यां तै ताभ्यां वदद्भ्यां तेभ्यः तेभ्यः वदद्भ्यः पञ्चमी तस्मात् वदतः ताभ्यां वदद्भ्यां तेभ्यः वदद्भ्यः षष्ठी तस्य वदतः तयोः वदतोः अपि च तेषां वदतां सप्तमी तस्मिन् वदति तयोः वदतोः वदतोः एव भवति वा तत्र महोदय वदतोः सत्यं भगिनि वदतोः इत्येव तेषु वदत्सु तेषु वदत्सु तत्र भवति भवतोः भवत्सु तथैव अस्ति न तत्र किमपि परिवर्तनं भवति वा इति चिन्तितवती वद् इति धातोः किमपि नास्ति इति मन्ये तर्हि यतोहि वदत् इति अस्ति खलु भगिनि वदतोः वदत् इति भवति अतः तत्र वदतोः इति एव अस्ति भगिनि अस्तु समीचीनम् अस्तु तर्हि तत्र अग्रे निवेदिता भगिनि इदानीं तत्र वदन् इति अस्ति तत्र वदन् बालकः इति वदन् वदन् बालकः वदन्तौ बालकौ बालकौ वदन्तौ बालकौ वदन्तः बालकाः इदानीं द्वितीयविभक्त्यां वदन्तं बालकं वदन्तौ बालकौ वदन्तः बालकान् अत्र वदतः बालकान् इति भवति सारि सारि वदतः बालकान् तृतीया वदता बालकेन वदद्भ्यां बालकाभ्यां बालकाभ्यां वदद्भिः बालकैः बालकैः इति समीचीनं चतुर्थी अपि वदते अन्य कोऽपि वदते बालकाय वदते बालकाय वदद्भ्यां बालकाभ्यां वदद्भ्यः बालकेभ्यः बालकेभ्यः इति समीचीनं तथैव अस्ति समीचीनं भगिनि धन्यवादः अस्तु अग्रे हर्षदा भगिनि वदतः बालकस्य वदतः बालकात् वदद्भ्यां बालका वदद्भ्याम् अय्य वदद्भ्यां बालकाभ्यां बालकाभ्यां वदद्भ्यः बालकेभ्यः षष्ठी वदतः बालकस्य वदतोः बालकयोः वदतां बालकानां सप्तमी गच्छति बालके गच्छतोः बालके वदति बालके गच्छतोः बालकयोः वदतोः सारि वदतोः बालकयोः वदत्सु बालकेषु बालकेषु इति एव अस्ति महोदय वक्तुमिच्छामि अभ्यासः किमर्थम् इत्युक्ते तत्र विशेषणत्वेन भवति इति महोदय तत्र अहम् एकं वक्तुम् इच्छामि अहम् एतत् सर्वं शिक्षा कृते कृतवती भाषाप्रवेश द्वितीयभागस्य कृते अपि कृतवती परन्तु भवतः कक्षायां समानबिन्दु किमपि अन्यरूपम् एव धारयति बहु अग्रे भवान् यत् किमपि पाठयति अहं भवतः कक्षायां निश्चयेन आगमिष्यामि धन्यवादः महोदय क्षम्यता महोदय अधुना वक्तुं शक्नोमि. पूर्वं भवान् मां अस्तु एकनिमिषं तत्र यदि तत्र भवन्तः तत्र पेज् 25 पश्यन्ति तत्र पेज् 25 यदि पश्यन्ति तत्र वंशीसुधा भगिनी तत्र किञ्चित् तत्र पठति वा भगिनी तत्र. आं महोदय 25 मध्ये किं पठनीयं तत्र? तत्र अध्यक्षः वदति तत्र अध्यक्षः सर्वेभ्यः नमः तत् पठामि. अध्यक्षः सर्वेभ्यः नमः. महत्यां विपदि समागतायाम् आत्मनः प्राणान् दृढीकृत्य सरितः जले निमज्जन्तौ बालकौ रक्षितवतः सत्यजितः. सम्मानाय वयम् अस्यां संसदि समागताः स्मः. तत्र निमज्जन्तौ बालकौ इति तत्र शत्रन्तरूपम्. आं महोदय. निमज्जन्तौ बालकौ इति तादृश तत्र अस्मिन् पाठे तत्र पञ्चमे पाठे शत्रन्तरूपं बहुत्र भवति. अतः तत्र यदि इदानीं पुनः तत्र तं पाठं पठन्ति लाभः भवति. तत्र कुत्र शत्रन्त प्रत्ययस्य पदानि सन्ति इति. अस्तु तर्हि अत्रापि अस्ति न महोदय, रक्षितवतः सत्यजितः. हा तत्र रक्षितवान् इति तत्र तवतु अस्ति भगिनि. तवतु रक्षितवान् रक्षितवान् रक्षितवतः इति षष्ठी भवति. विवेकिनां धीमतां धैर्यवतां बालानां तत्र बहु समीचीनः पाठः अस्ति. तस्मात् पाठात् अनेकान् विचारान् वयं ज्ञातुं शक्नुमः. अतः उत्तमः पाठः अस्ति. बहुवारं पठनेन लाभः अस्ति. किन्तु इदानीम् अग्रे शत्रन्तप्रत्ययस्य साक्षात् पाठः यः अस्ति एतावत् वयं तत्र पुल्लिङ्गरूपस्य अभ्यासः तत्र अभ्यासं कृतवन्तः. इदानीं तत्र स्त्रीलिङ्गरूपाणाम् अभ्यासः कुर्मः. अभ्यासः भवेत् इदानीं. तर्हि वंशीसुधा भगिनी तत्र गच्छन्ति इति अस्ति पेज् 161 मध्ये. इदानीं तत्र सा गच्छन्ती इति एतावत् तत्र पुल्लिङ्गे सः इति आसीत्, इदानीं सा इति स्थापयामः. सा गच्छन्ति, ते गच्छन्त्यौ, ताः गच्छन्त्यः, तां गच्छन्ती, ते गच्छन्त्यौ, ताः गच्छन्तीः, तया गच्छत्यः गच्छन्त्या, तया गच्छन्त्या, ताभ्यां गच्छन्तीभ्यां, तत्र तेभ्यः तया ताभिः क्षम्यतां ताभिः गच्छन्तीभिः, तस्यै गच्छन्त्यै, ताभ्यां गच्छन्तीभ्यां, ताभिः गच्छन्तीभ्यः गच्छन्तीभ्यः ताभ्यः ताभ्यः गच्छन्तीभ्यः, तस्याः गच्छन्त्याः, ताभ्यां गच्छन्तीभ्यां, ताभ्यः गच्छन्तीभ्यः, तदनन्तरं तस्याः गच्छन्त्याः, तयोः गच्छन्त्योः, तासां गच्छन्तीनां, तासाम् इति भवति न, तासां गच्छन्तीनां, तस्यां गच्छन् न तस्यां गच्छन्त्यां गच्छन्त्यां तयोः गच्छन्त्योः तासु गच्छन् न गच्छन्तीषु तासु गच्छन्तीषु समीचीनं इति अस्ति. किञ्चित् भेदः अस्ति पुल्लिङ्गे तु तत्र, यतोहि तत्र ता इति तत्र आकारं ता इति आकारं सर्वनामपदम् अत्र गच्छन्ति इति ईकारन्त नदीशब्दवत् अस्ति. अतः तत्र लता आसीत् चेत् लतासु इति भवति, किन्तु नदी इति कृत्वा नदीषु इति अस्ति खलु? आं महोदय, नदीषु. अतः एव गच्छन्तीषु इति अस्ति. समीचीनं. हा अस्तु, अग्रे तत्र नरेश् महोदय इदानीं तत्र गच्छन्ति तत्र बालिका इति चिन्मः चिन्मः वा अथवा बाला इति वचनं स्वीकुर्मः वा? किं बालिका सम्यक् अस्ति? अस्तु अस्तु महोदय, तर्हि बालिका इति एव करोतु तर्हि. गच्छन्ति बालिका, गच्छन्त्यौ बालिके, गच्छन्त्यः बालिकाः, गच्छन्तीं बालिकां, गच्छन्त्यौ बालिके, गच्छन्तीः बालिकाः, गच्छन्त्या बालिकया, गच्छन्तीभ्यां बालिकाभ्यां, गच्छन्तीभिः बालिकाभिः. हा अस्तु, स अग्रे तत्र शोभा भगिनी अग्रे. समीचीनं महोदय, धन्यवादः. हा तत्र चतुर्थी आरभ्य महोदय. आम् आम्. गच्छन्त्यै बालिकायै, गच्छन्तीभ्यां बालिकाभ्यां, गच्छन्तीभ्यः बालिकाभ्यः. पञ्चमी, गच्छन्त्याः बालिकायाः, गच्छन्तीभ्यां बालिकाभ्यां, गच्छन्तीभ्यः बालिकाभ्यः. गच्छन्त्याः बालिकायाः, गच्छन्त्योः बालिकयोः, गच्छन्तीनां बालिकानां, गच्छन्त्यां बालिकायां, गच्छन्त्योः बालिकयोः, गच्छन्तीषु बालिकासु. हा बालिकासु इति समीचीनम्. अस्तु अग्रे तत्र इदानीं हर्षद भगिनी तत्र सा लिखन्ति इति. सा लिखन्ति, ते लिखन्त्यौ, ताः लिखन्त्यः, तां लिखन्तीं, ते लिखन्त्यौ, ते लिखन्त्यौ, ताः लिखन्तीः, तया लिखन्त्याः, ताभ्यां लिखन्त्या, ताभ्यां लिखन्तीभ्यां, ताभिः लिखन्तीभिः, तस्यै लिखन्त्यै, ताभ्यां लिखन्तीभ्यां, ताभ्यः लिखन्तीभ्यः. हा इति समीचीनं, तावत् अस्तु. समीचीनं भगिनि. अस्तु अग्रे तत्र वेदा भगिनि अग्रे. पञ्चमी विभक्ति किं सा इति अस्ति न सा? ओके. तस्याः लिखन्त्याः, ताभ्यां लिखन्तीभ्यां, ताभ्यः लिखन्तीभ्यः. षष्ठी विभक्ति, तस्याः लिखन्त्याः, तयोः लिखन्त्योः, तासां लिखन्तीनां. सप्तमी विभक्ति, तस्यां लिखन्त्यां, तयोः लिखन्त्योः, तासु लिखन्तीषु. हा इति अस्ति समीचीनम्. अस्तु तर्हि तत्र अतः तत्र किञ्चित् तत्र अभ्यासः जातः तत्र शत्रुप्रत्ययस्य कृते. अस्तु इदानीं तत्र एतावत् तत्र विभक्तिरूपाणि सर्वाणि दृष्टवन्तः. इदानीं तस्य प्रयोगः अपि भवेत्. एतावत् तत्र वयं किं कृतवन्तः तत्र प्रथमाविभक्तौ तत्र एतत् सर्वं दृष्टवन्तः. किन्तु तत्र इदानीं तत्र द्वितीया विभक्त्याम् इति केवलं तत्र अभ्यासार्थं तत्र स्ववाक्यं चिन्तयामः. तत्र बालकः अस्ति, एकः बालकः अस्ति, सः बालकः गच्छन् अस्ति. बालकः अस्ति, सः बालकः गच्छन् अस्ति. इदानीं तत्र द्वितीया विभक्तिरूपं यदि तत्र बालकः गच्छन् अस्ति तत्र सरलवाक्यं वदामः यत्र तत्र बालकः अस्ति तत्र अहं पश्यामि अहं बालकं पश्यामि किन्तु बालकः गच्छन् अस्ति अतः मिलित्वा बालकः गच्छन् अस्ति अहं बालकं पश्यामि कीदृशं बालकं पश्यामि तर्हि अहं कोऽपि वदति वा अहं गच्छन्तं बालकं पश्यामि अहं बालकः गच्छन् अस्ति अहं तं बालकं पश्यामि अहं गच्छन्तं बालकं पश्यामि अथवा तत्र यदि तत्र सः बालकः गच्छन् अस्ति इति अस्ति चेत् सः अपि तस्यापि पदस्य निवेशनं भवति इति चिन्तयामश्चेत् तत्र अहं तं गच्छन्तं बालकं पश्यामि इति भवति इदानीं तत्र सः बालकः गच्छति तत्र तेन तत्र रमेशः बालकेन सह गच्छति रमेशः बालकेन सह गच्छति कीदृशबालकः अस्ति गच्छता बालक तत्र तत्र बालकः अपि गच्छन् अस्ति रमेशः तेन सह अपि गच्छति अतः तत्र रमेशः गच्छता बालकेन सह गच्छति अथवा अन्यत् किमपि तत्र वदति अन्यत् किमपि अपि स्थापयितुं शक्नुमः अस्तु तावत्पर्यन्तम् अस्तु इदानीं चतुर्थी चतुर्थीरूपं कोऽपि वदति वा वाक्यं तस्मै गच्छते बालकाय तस्मै गच्छते बालकाय मधुरं ददातु समीचीनं वा माता मधुरं ददाति समीचीनं गच्छताय गच्छते बालकाय तत्र माता मधुरं ददाति अथवा भवान् तत्र मधुरं ददातु इति समीचीनं अस्तु इदानीं पञ्चमी विभक्तिरूपवाक्यं गच्छतः बालकात् पुस्तकं स्वीकरोतु उत्तमं महोदय गच्छतः बालकात् पुस्तकं स्वीकरोतु इति अस्ति समीचीनं अस्तु अत्र तत्र यानम् अस्तु तत्र यानम् इति अपि किन्तु नपुंसकलिङ्गस्य अभ्यासः न कृतवन्तः अस्तु इदानीं तत्र षष्टि गच्छत तत्र गच्छतः बालकस्य कृते भोजनं ददातु जलं ददातु अस्तु अपि तत्र यदि धानक्रिया मास्तु इति अन्यत् षष्टि तु गच्छतः बालकस्य पिता रमेशः रोदनं करोतु बालकस्य रोदनं शृणोति अत्र षष्टिः अस्ति चेत् बहु सुलभतया तत्र कर्तुं शक्नुमः समीचीनं उत्तमम् इदानीं सप्तमी तस्मात् गच्छति बालके अहं स्नीयामि तस्मिन् बालके अहं स्निह्यामि समीचीनं भगिनि तत्र यत्र तत्र भावः अस्ति तत्र सप्तमी भवति इति जानीमः अतः तत्र सरलवाक्यं तादृशभाववाचकक्रियापदेन नाम तत्र गच्छति बालके मम विश्वासः अस्ति मम स्नेहः अस्ति मम गौरवम् अस्ति इति तादृशप्रयोगः भवति समीचीनम् अतः तत्र तत्र सर्वाणि विभक्तिरूपाणि तत्र प्रयोगे भवन्ति अतः तत्र केवलं प्रथमाविभक्तिरूपम् इति एव न किन्तु यतोहि शत्रुन्तप्रत्ययान्तं विशेषणं भवति इति कृत्वा कर्ता अस्ति कर्तारस्य विभक्ति विशेषणम् अस्ति किन्तु कर्तारः अन्यस्मिन् वाक्ये कर्मपदम् अथवा अन्येन रूपेण भवति चेत् तत्र शत्रुप्रत्ययस्य अपि समानविभक्ति स्वीकृत्य वाक्ये भवति, यथा तत्र गच्छते बालकाय इति चतुर्थी विभक्तिरूपं वयं कृतवन्तः. अस्तु, समीचीनं. तथैव तत्र वयं तत्र एतावत् यत् उक्तवन्तः तत् स्त्रीलिङ्गे अपि कर्तुं शक्नुमः, बहुवचने अपि कर्तुं शक्नुमः. एतत् सर्वम् अस्ति. इदानीं तत्र केवलं तत्र किञ्चित् समये एव अस्ति, किन्तु तत्र नपुंसकलिङ्गरूपाणि अपि तत्र किञ्चित् पश्यामः. तर्हि तत्र वेदा भगिनी तत्र पठति वा तत्र शत्रन्त नपुंसकलिङ्गरूपाणि एवं भवन्ति इति. शत्रुप्रत्ययान्तस्य नपुंसकलिङ्गरूपाणि एवं भवन्ति. प्रथमा विभक्ति गच्छत् गच्छति गच्छन्ति, गच्छत् गच्छति गच्छन्ति. तृतीया विभक्ति आरभ्य सप्तमी विभक्तिपर्यन्तं पुल्लिङ्ग एव रूपं भवति. गच्छता गच्छद्भ्यां गच्छद्भिः, गच्छते गच्छद्भ्यां गच्छद्भ्यः, गच्छतः गच्छद्भ्यां गच्छद्भ्यः, गच्छतः गच्छतोः गच्छतां गच्छति गच्छतोः गच्छत्सु इति. हा, इति अस्ति. अस्तु, तर्हि किञ्चित् तस्य अभ्यासं कुर्मः. तर्हि तत्र नपुंसकलिङ्गरूपदं स्वीकुर्मः. तत्र यानम् इति अस्ति, तत्र नरेश् महोदय तत्र गच्छत्यानं द्विवचने बहुवचने किम् अस्ति? प्रथमविभक्तिरूपम् एव पर्याप्तं, केवलं यत् केवलम् अभ्यासार्थं. गच्छत् यानं, गच्छति याने, गच्छन्ति यानानि. यानानि, अस्तु, समीचीनम्. अस्तु, निवेदिता भगिनी तत्र मनः इति स्वीकरोतु. गच्छत् मनः. गच्छत् मनः. मनः इति पदं जानाति खलु? मनस् अस्ति न? मनस् अस्ति. हा, मनः सकारान्तपदं. हा, मनः द्विवचने किमस्ति? मनसि. मनः मनसि मनांसि. हा, इति. अतः गच्छत् मनः. गच्छत् मनः, गच्छति मनसि, गच्छन्ति मनांसि. मनांसि इति भवति, समीचीनम्. हा, अतः तत्र एतादृश अभ्यासः यदि कुर्मः लाभः तत्र, यतोहि तत्र विशेषणं भवति, किन्तु विशेषणस्य आकारान्तं भवेत्, विशेष्यस्य ईकारान्तं भवेत्, एतत् सर्वं प्रयोगे भवति. अतः तत्र एतादृश मिश्रण अभ्यासः यदि तत्र लाभः भवति. अस्तु, तर्हि समीचीनम्. अतः एतावत् तत्र अस्माभिः परिचयः प्राप्तः शत्रुप्रत्ययस्य प्रयोगः रूपस्य अपि. अग्रिमे वर्गे तत्र वयम् अग्रे सरामः, तत्र सम्भाषणं यत् पठितवन्तः तस्य परिशीलनमपि कुर्मः तर्हि. अस्तु, तत्र शान्तिमन्त्रं तत्र वेदभगिनी अथवा वंशीसुधभगिनी अन्ते शान्तिमन्त्रं वदति वा? आम् महोदय, वदामि. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. हरिः ॐ. ॐ गुरुभ्यो नमः. धन्यवादः महोदय. धन्यवादः भगिनी. धन्यवादः. नमस्कारः. धन्यवादः. धन्यवादः. नमस्कारः.